ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः हरिः ॐ श्रीगुरुभ्यो नमः सर्वेभ्यः नमस्कारः पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम् अस्माकं विषयः अस्ति तिङ्सिद्धिः अपि च लकाराणां सिद्धिः तत्र वयम् अस्मिन् करपत्रे वयम् अन्ते स्मः अस्माभिः एतत् करपत्रं तु समापितं परन्तु तत्र सूत्रद्वयम् अन्ते स्थापितं तस्य विषये अद्य किञ्चित् चिन्तनं कुर्मः सो अस्माभिः एतावता पूर्वस्मिन् वर्गे तत्र दृष्टं यः ये आर्द्रदा ये लकाराः लकाराणां तत्र दशलकाराणां तत्र प्रत्ययानां तत्र स्वभावः पश्यामः चेत् सर्वे दशलकाराः आर्द्रधातुकाः इत्युक्ते ते तिङ् न शित्न अतः आर्द्रधातुकं शेषः इत्यनेन ते सर्वे आर्द्रधातुक् परन्तु यदा वयं लकाराणां तत्र मातुः मात्रा किं मात्राद्वारा तत्र लकाराणां तत्र सार्वधातुकलकारः अपि च आर्द्रधातुकलकारः इति तत्र भेदः क्रियते सो सार्वधातुकलकारेषु किमर्थं वयं सार्वधातुकलकारः वदामः यद्यपि तत्र सर्वे दशलकाराः तेषां स्वभावः पश्यामः चेत् आर्द्रधातुकाः सो तत्र प्रक्रिया आधारीकृत्य एव एतादृशः नामकरणमस्ति सो चतुर्षु लकारेषु सार्वधातुकप्रक्रिया भवति षट्षु लकारेषु आर्द्रधातुकप्रक्रिया भवति सो महर्षिणा पाणिनिमहर्षिणा तत्र प्रक्रिया आधारीकृत्य एव सूत्राणि तत्र स्थापितानि सो यत्र येषु लकारेषु सार्वधातुकप्रक्रिया भवति तत्र कर्तरि शप् अपि च अन्येषाम् अपवात् सूत्राणां तत्र प्रसक्तिः भवति षट्षु लकारेषु कर्तरि शप् इत्यस्य प्रसक्तिः न भवति केनचित् कारणेन तत्र आर्द्रधातुकप्रक्रिया भवति सो षट्षु लकारेषु आर्द्रधातुकत्वं कथं सिध्यति इति अस्माभिः तत्र पूर्वस्मिन् वर्गे पठितम् षट्षु लकारद्वयं तु साक्षात् तत्र तिङ्गेव आर्द्रधातुकसंज्ञकः लिट् अपि च लिङ्गाशिषि सो साक्षात् महर्षिणा सूत्राधारेण एव तत्र तिङ् प्रत्ययानां कृते आर्द्रधातुकम् इति संज्ञा दत्तम् आर्द्रधातुक् इति संज्ञा दत्तं चतुर्षु लकारेषु यदा तत्र चतुर्णां लकाराणां प्रसङ्गः अस्ति तत्र शतसि लृलुटो अपि च चिल्लि लुङ्गि एतत् सूत्रद्वयम् अस्माभिः स्मर्तव्यं शतसि लृलुटो इति सूत्रे तत्र त्रयाणां लकाराणां तत्र विषयः अस्ति लृट् लृङ् अपि च लुट् सो लृट् लकारे लृङ् लकारे यदा प्रसङ्गः अस्ति यदा अस्माकं विवक्षा लृट् लकारस्य अस्ति नो चेत् लृङ्लकारस्य अस्ति तदा तत्र शतसि लृलुटो इति सूत्रेण धातोः अनन्तरं तत्र स्यप्रत्ययः आयास्यति अतः स्य इति प्रत्ययस्य स्वभावः पश्यामः चेत् धातोः साक्षात् अनन्तरम् इदानीम् अनेन सूत्रेण स्यप्रत्ययः अस्ति स्यप्रत्ययः तिंशित् नास्ति आर्द्रधातुक् अस्ति अतः अत्र कर्तरि शप् इत्यस्य प्रसङ्गः एव नास्ति तथैव लुट् लकारे तत्र अनेन सूत्रेण तास् इति प्रत्ययस्य विधिः अस्ति कार्यमस्ति तास् प्रत्ययः विधीयते अनेन सूत्रेण लुट् विवक्षायां सो लकारत्रयस्य कृते अत्र स्य अपि च तास् इति प्रत्ययद्वयस्य विधिः अस्ति सो यदा धातोः अनन्तरं स्य तास् आयास्यति तदा तत्र तिङ् इति यः यद्यपि सार्वधातुक् तथापि तत्र सार्वधातुकप्रक्रिया न भवति, तत्र स्यतास् इति धातोः साक्षात् परं यः प्रत्ययः तस्य स्वभावः एव तत्र द्रष्टव्यम्, अतः तत्र आर्धधातुक् इति प्रक्रिया भवति। तथैव चिलिलुङ्गि इति सूत्रेण सो लुङ्लकारस्य विवक्षायां तस्मिन् काले एव यदा लुङ् इति लकारः उपस्थितः अस्ति धातोः अनन्तरं तस्मिन् समये एव तत्र चिलि इति प्रत्ययस्य विधिः अनेन सूत्रेण दत्तं चिलिलुङ्गि। सो यदा मम मनसि लुङ्लकारस्य विवक्षा आयास्यति तस्मिन् समये एव तत्र किं चिलि इति प्रत्ययस्य विधिः अनेन सूत्रेण दत्तम्। अपि च अत्र अस्मिन् पूर्वस्मिन् वर्गे वयं दृष्टवन्तः लुङ्गि इति सप्तम्यन्तम् अस्ति, तथैव लृ लुटोः इति सप्तमी द्विवचनात् पदमस्ति, यत्र यत्र सूत्रे विधिसूत्रेषु सप्तमी अस्ति सः निमित्तं भवति तस्य साक्षात् पूर्वे कार्यमस्ति। साक्षात् इत्यनेन साक्षात् पूर्वे साक्षात् परं धातोः इति पञ्चमी अस्ति, पञ्चमी अन्तं पदमस्ति, तत्र धातोः इत्यनेन साक्षात् परं कार्यं भवति। साक्षात् इत्यनेन वयं किमर्थं साक्षात् वदामः, कथं जानीमः? सो अनियम नियमकारिणी परिभाषा, अनियम नियमकारिणी इति परिभाषासूत्रस्य लक्षणमस्ति। सो वयं जानीमः तत्र सूत्राणां तत्र भेदः वर्तते, संज्ञासूत्रं, परिभाषासूत्रम्, अतिदेशसूत्रं, देन् विधिसूत्रं, नियमसूत्रम् इति तत्र सूत्राणां तत्र प्रभेदाः तत्र दीयते शास्त्रे, शब्दशास्त्रे। तत्र एक परिभाषा इति सूत्रमपि अस्ति। सो परिभाषासूत्रस्य लक्षणं किम्? अनियम नियमकारिणी। सो यत्र विधिसूत्रे नियमः न कोऽपि नियमः न दृश्यते, तत्र अनियमः वर्तते, तत्र परिभाषासूत्रस्य आवश्यकता भवति। परिभाषासूत्रस्य कोऽपि अन्यप्रयोजनं नास्ति, यत्र साक्षात् सर्वं स्पष्टम् अस्ति तत्र परिभाषासूत्रस्य आवश्यकता एव नास्ति। सो यदा तत्र किञ्चित् तत्र क्लेशः अवगमने कथं कार्यं करणीयं, विधिः कथं भवति, तत्र यदा तत्र क्लेशः भवति, तत्र कोऽपि अवगमनं सम्यक् नास्ति, तत्र एव परिभाषासूत्रस्य सहायता। सर्वत्र परिभाषासूत्रस्य कार्यम् इति तत्र तस्य आवश्यकता भवति इति नास्ति, यत्र अनियमः तत्र एव परिभाषा नियमकारिणी भवति। अतः अत्रापि यदा वयं तत्र सप्तमीनिमित्तं पञ्चमीनिमित्तम् इति वदामः, तस्य कृते अपि शास्त्रे, शब्दशास्त्रे कोऽपि सूत्रं भवेत् यस्य आधारीकृत्य वयं वदामः यदा सप्तमीनिमित्तम् अस्ति तस्य साक्षात् पूर्वे कार्यं, पञ्चमीनिमित्तम् अस्ति तस्य साक्षात् परे कार्यम्। अतः तस्य विषये एव अत्र तस्मिन् इति निर्दिष्टे पूर्वस्य अपि च तस्मादिति उत्तरस्य, एतत् सूत्रद्वयं परिभाषासूत्र प्रथमाध्याये तत्र संज्ञासूत्राणि अपि च परिभाषासूत्राणि दत्तानि प्रथम अध्यायस्य, तत्र तदेव तत्र तस्य प्रयोजनमस्ति, तत्र संज्ञासूत्राणि अपि च परिभाषासूत्राणि। सो अत्र तु उल्लेखः नास्ति, परन्तु एकवारं पठामः अत्र किं नमस्कार कार्य श्रूयते वा? ध्वनिः श्रूयते? मम ध्वनिः श्रूयते? अनियम नियम सूत्रमस्ति वा? न न इति एकं प्रवादः वर्तते। सो दिस् इस् द लक्षणं, वाट् इस् परिभाषासूत्रम् इति कोऽपि सूत्रं नास्ति। सो परिभाषासूत्रं किम् इति वदामः चेत् शब्दशास्त्रे तत्र किं वैयाकरणाः वदन्ति, अयम् अनियम नियमकारिणी परिभाषा इति परिभाषा इत्यस्य अर्थः दत्तमस्ति। परिभाषासूत्रं किम् अनियम नियमकारिणी इति एकं प्रवादः अस्ति. इत्युक्ते इट् इस् अ वेरि मच् एक्सेप्टेबल् फेक्ट् अमङ्ग् द वैयाकरणास् दट् वाट् इस् परिभाषा, इट् इस् अनियम नियमकारिणी, तदेव परिभाषा. अस्तु, इदानीं पठामः. कार्यं साक्षात् पूर्वं परं च भवति इति किम्? सो साक्षात् पूर्वं, साक्षात् परम् इति तस्य कः अर्थः? किं वयं वारं वारम् एतत् विधिसूत्रे एतस्य प्रयोगः कुर्मः? यत्र यत्र पञ्चमी निमित्तमस्ति, सप्तमी निमित्तमस्ति, तत्र वयं कार्यं विधिः साक्षात् पूर्वं भवति, साक्षात् परं भवति इति वयं सर्वदा तत्र व्याख्यानेषु, व्याख्याचर्चायां, सूत्रस्य चर्चायां तत्र वदामः. तस्य अर्थः किं? कथं वयं तत्र एतस्य कृते प्रमाणम् अस्ति वा शास्त्रे? अस्ति, तस्मिन् इति निर्दिष्टे पूर्वस्य एकं सूत्रमस्ति, परिभाषासूत्रमस्ति. तथैव तस्मादिति उत्तरस्य इति तदपि परिभाषा अस्ति. एकवारं पठामः. अत्र तु सूत्रस्य व्याख्या न दत्तम्. अत्र पश्यामः. सूत्रसङ्ख्या का अस्ति? अस्य पूर्वे तत्र स्थानीसम्बन्धपरिभाषा तत्र दीयते. वाट् इस् द सूत्रसङ्ख्या अत्र अस्ति? 1166 65. तस्य सूत्रसङ्ख्या किम् अस्ति? षष्ठीस्थाने योग. किम् षष्ठीस्थाने योग इत्यस्य सूत्रसङ्ख्या का? इट् इस् हेपनिङ्ग्. गुड् कमिङ्ग्. अच्छा, चेञ्ज् द कीपेड् हिन्दी. वन् वन् फोर्टि नैन्. See this, these are all paribhasha sutra. Shashti sthane yoga iti arabhya tatra sutreshu vidhi sutreshu sthani padam iti anena katham jani maha kaha sthani asti kasya sthane karyam asti tasya vishe sutram asti shashti sthane yoga. षष्ठीस्थाने योग इति सूत्रम् अस्मिन् प्रकरणे एव, तस्मिन् इति अग्रे तत्र, तस्मिन् इति निर्दिष्टे पूर्वस्य, अपि च तस्मादिति उत्तरस्य इति सूत्रद्वयं. 66 सूत्रमस्ति, तस्मिन् इति निर्दिष्टे पूर्वस्य, तस्मादिति उत्तरस्य, अपि च अत्र एव अचो अन्त्यादि, अत्र एव अलो अनन्त्यस्य, नीच आदिपरे, आदेः परस्य इति सूत्राणि सन्ति. अत्र एव षष्ठीस्थाने योग. सो वयं जानीमः सूत्रेषु षष्ठ्यन्तं पदम् अस्ति चेत् प्रायशः सः स्थानी भवति, तस्य स्थाने कार्यमस्ति. सो अनेन परिभाषा, अनया परिभाषा एव वयं जानीमः तत्र षष्ठ्यन्तं पदं विधिसूत्रे स्थानी भवति. सो षष्ठीस्थाने योग इति सूत्रे अत्र योग इति सम्बन्धः प्रायशः लोके षष्ठी विभक्ति इति किं निर्दिश्यते वदतु कोऽपि? न, सूत् लोके षष्ठी सम्बन्धः. सो तत्र सम्बन्धः अस्ति, षष्ठी विभक्तिसम्बन्धः निर्दिश्यते. सो सम्बन्धः अस्ति चेत् तत्र पदार्थद्वयस्य मध्ये एव सम्बन्धः भवति. एकमेव पदार्थः वदामः चेत् तत्र कथं कस्य कृते तस्य सम्बन्धः इत्युक्ते यदा वयं वदामः रामस्य, सो रामस्य इति वाक्यं सम्पूर्णं नास्ति. तत्र किमपि रामस्य पिता वा, रामस्य माता वा, रामस्य भ्राता वा, सो तत्र यत्र यत्र सम्बन्धः अस्ति तत्र तत्र पदार्थद्वयस्य अपेक्षा अस्ति, तदा एव वयं तत्र द्वयोः मध्ये सम्बन्धः इति वदामः. व्याकरणशास्त्रे सम्बन्धः इति बहुप्रकारकाः सम्बन्धाः सन्ति. सपोज् तत्र अवयवसम्बन्धः, स्वामित्वसम्बन्धः, वयम् अहं वदामि मम गृहं, सो मम गृहम् इत्युक्ते अहम् अस्य गृहस्य दिस् हौस् बिलाङ्ग्स् टु मी, इट्स् मै हौस्. सो तत्र अपि सो सम्बन्धविषये तत्र बहुप्रकारकाः सम्बन्धाः सन्ति लोके. परन्तु अत्र यः सम्बन्धः षष्ठीस्थाने योग, अत्रापि सम्बन्धः अस्ति. परन्तु अत्र यत्र सूत्रेषु कस्यचित् सूत्रेषु षष्ठ्यन्तं पदम् अस्ति, परन्तु तस्य पदस्य कस्य पदस्य सह तत्र तस्य सम्बन्धः इति तत्र किञ्चित् तत्र न अवगच्छामः. तत्र सः षष्ठीस्थानी भवति, तत्र स्थानीसम्बन्धः अस्ति. सो तस्य स्थाने कार्यं विधिः उक्तम् अस्ति. सो यत्र यस्मिन् सूत्रे षष्ठ्यन्तं पदं कोऽपि निश्चितसम्बन्धः अन्यपदार्थस्य सह तत्र कोऽपि सम्बन्धः न दृश्यते, तत्र सः षष्ठ्यन्तं पदं स्थानी भवति इति सूत्रस्य अर्थः. षष्ठीस्थाने योग, सो योग इति अत्र स्थाने योग इति समस्तपदमस्ति. अलुक्समासः अस्ति इत्युक्ते स्थाने अत्र सप्तमी, अत्र सप्तमी प्रत्ययः दृश्यते. सो यत्र समस्तपदे पूर्वपदस्य विभक्ति तस्य लोपः न अभवत् तत्र प्रायशः अलुक्समासः वयं वदामः. सो अत्रापि स्थाने योग इति समस्तपदमस्ति. षष्ठी इति एकवचनात् पदमस्ति, सो षष्ठी अत्र षष्ठी विभक्ति इति तस्य निर्देशः अस्ति. सो षष्ठी तथैव यथा मया उक्तं सम्बन्धविषये तत्र देर् आर् अराौण्ड् 100 टैप्स् आफ् सम्बन्धास्, यथा तत्र स्वसम्बन्धः, स्वामित्वसम्बन्धः, रिलेशन्, अवयवः इत्युक्ते शरीरस्य अङ्गम्. अत्र शरीरस्य अङ्गम् इत्युक्ते हस्तः शरीरस्य अङ्गम्, अत्र अवयव अवयवीसम्बन्धः. सो हस्तः इति अवयवः, शरीरस्य अवयवः, सो तत्रापि किञ्चित् सम्बन्धः अस्ति. सो देर् आर् 100 टैप्स् आफ् सम्बन्धस्, बट् आल्वेस् यत्र यत्र सम्बन्धः अस्ति तत्र प्रायशः पदार्थद्वयस्य विवक्षा अपेक्षा अस्ति. परन्तु विधिसूत्रे अस्मिन् शब्दशास्त्रे यत्र षष्ठ्यन्तं पदम् अस्ति परन्तु तस्य सः सम्बन्धः अपि तत्र तस्य सम्बन्धः एव अस्ति. षष्ठी विभक्ति सम्बन्धस्य विषये एव वदति, परन्तु तत्र सम्बन्धः इति प्रसङ्गः इति वदामः. सो सम्बन्धार्थ तत्र अहं न जानीमः अत्र लिखितं वा, अत्र लिखितं सि अपकर्षः निवृत्तिः प्रसङ्गः. सो अपकर्षः निवृत्तिः प्रसङ्गः, दीस् आर् थ्री ब्राड् टैप्स् आफ् सम्बन्ध. अपकर्षः इत्युक्ते कस्यचित् स्थाने, कस्यचित् पदार्थस्य स्थाने अन्यपदार्थ आनयामः चेत् तत्र अपकर्षः भवति, पूर्वस्थितस्य पदार्थस्य अपकर्षः भवति. निवृत्ति इत्युक्ते अत्र उदाहरणमपि दत्तं. सो सारांशेन वदामः, अत्र सपोज् सम्बडि हेज़् कफ्, सो ही विल् टेक् मेडिसन्. तत्र किं भवति, तत्रापि निवृत्ति इति सम्बन्धः अस्ति. सो द कफ् तस्य नाशः भवति. इट् गोस् आल् टुगेदर् बट् इट् डस् नाट् लीव् इट् इस् प्लेस्. इट् एण्ड्स्. तस्य समापनं भवति, नाशः भवति. तदस्ति निवृत्तिः. तत्र औषध तस्मिन् स्थाने न तु औषधि तत्र एकवारं औषधि इति तत्र वि टेक् द औषधि न तु तस्मिन् स्थाने कफ् तत्र भवति न तु औषधि तत्र तिष्ठति. तदस्ति निवृत्ति. प्रसङ्गः इत्युक्ते तत्र प्रसङ्गः इति वदामः चेत् सपोज् ऐ वाण्ट् टु तत्र प्रथम उदाहरणे तत्र किमस्ति गोस्थाने अश्वः. गोस्थाने अश्वः वध्यताम् इति अत्र उदाहरणं दत्तम् अस्ति. सपोज् एट् सम् पर्टिक्युलर् प्लेस् फार् द अपकर्षः गो हेज् टु बि दियर् एट् देट् प्लेस् देन् अपकर्ष इत्युक्ते गो इति स्थाने गोः इति स्थाने तत्र अश्वः तत्र वध्यताम् इति तत्र लिखितम्. यदा प्रसङ्गः अस्ति इत्युक्ते ऐ थाट् देट् एट् दिस् प्लेस् ऐ शुड् टै द गोः, परन्तु तथा न भवति. तत्र गो न अस्ति परन्तु मम तत्र प्रसङ्गः आयाति, परन्तु तत्र इदानीं तत्र अश्वः एव तत्र बध्यताम् इति तत्र किञ्चित् तत्र उदाहरणम् अस्ति. सो प्रायशः शब्दशास्त्रे वेन् वि से वर्णाः अक्षराः, वर्णानां तत्र कदापि नाशः न भवति. सो तेषां क्षरः न भवति, अतः तेषाम् अन्यत् नाम अस्ति अक्षरः. सो यदा वर्णानां क्षरः न भवति, नाशः न भवति शब्दशास्त्रे, अतः वयं तस्य तत् आधारीकृत्य वदामः शब्दानामपि नाशः न भवति. सो अत्र अपकर्षः निवृत्ति इति विषये तत्र प्रायशः पूर्वपदार्थस्य नाशः भवति, इत्युक्ते तस्मिन् तस्मिन् देशे तस्मिन् स्थाने तस्य नाशः भवति. परन्तु प्रसङ्गविषये तत्र नाशः नास्ति. मया चिन्तितं गोः तत्र भवेत्, परन्तु गोः नास्ति. तस्य तत् प्रसङ्गः आसीत् परन्तु तत्र मया अश्वः एव तत्र तत्र मया तत्र अथवा कोऽपि अन्य तत्र बध्नाति तत्र, अतः तत्र नाशः न भवति. गोः इत्यस्य पदार्थस्य तत्र किमपि नाशः नास्ति तस्मिन् देशे. देशे इत्युक्ते तस्मिन् स्थाने. सो प्रायशः अत्र व्याकरणशास्त्रे अष्टाध्यायीशास्त्रे यत्र यत्र स्थानी अस्ति तत्र केवलम् अस्माभिः प्रसङ्गः एव तत्र स्वीकरणीयं. तत्र अपकर्षः निवृत्ति इति न स्वीकरणीयं. तत्र केवलं प्रसङ्गः स्वीकरणीयं. किमर्थं चेत् तत्र शब्दानाम् अपि च वर्णानां नाशः इति न भवति इति तत्र तादृशचिन्तनम् अस्ति. अतः वयं तत्र वदामः प्रसङ्ग इति सम्बन्धः एव स्वीकरणीयम्. परन्तु अस्माकं तत्र मुख्यचिन्तनं किं, षष्ठीस्थाने योग इति सूत्रे यत्र षष्ठ्यन्तं पदं विधिसूत्रे दत्तम् अस्ति, अपि च तत्र कोऽपि साक्षात् तस्य सम्बन्धः इति न दृश्यते, तत्र सः षष्ठ्यन्तं पदं स्थानी भवति. तस्य प्रसङ्गे कार्यमस्ति इति तत्र षष्ठीस्थाने योग. सो अनेन परिभाषासूत्रेण एव तत्र वयं वदामः यत्र विधिसूत्रे षष्ठ्यन्तं पदमस्ति सः स्थानी भवति. अपि च सर्वदा तत्र सम्बन्धः विधिसूत्रे यः सम्बन्धः अस्ति षष्ठीविभक्तिद्वारा यः सम्बन्धः अस्ति सः प्रसङ्गसम्बन्धः, न तु अपकर्षः निवृत्तिसम्बन्धः. किमर्थं चेत् कस्यापि शब्दस्य तत्र नाशः न भवति. शब्दानां वर्णानां नाशः शास्त्रे न भवति. दट् इस् वै वि से विषये शब्दब्रह्मः. सो शब्दब्रह्मः इत्युक्ते तस्य कदापि यथा तत्र ब्रह्मनीति अस्ति तस्य कदापि नाशः न भवति, तथैव शब्दानां विषये अस्ति. सो शब्दस्य वर्णस्य कदापि तत्र नाशः न भवति. सो केवलं प्रसङ्गः इति वदामः. सपोज् एकं सूत्रम् अस्ति अस्तेर्भू, अत्र एव दत्तं कुत्रचित् अस्तेर्भू इति सूत्रम् अस्ति. सो अस् इत्यस्य स्थाने भू इति आदेशः भवति. सो अस्तेर्भू इति सूत्रे अस्थानि भवति. पश्यतु अस्तेः भू इति सूत्रमस्ति, अत्र षष्ठी एकवचनं पदम् अस्ति. सो अत्रापि षष्ठी अस्तेः भू इति प्रथमान्तम् अस्ति. अस्मिन् सूत्रे षष्ठी इति सम्बन्धः. सो अत्र अस्तेः सम्बन्धः कस्य विषये इति किमपि न तत्र उल्लेखः अस्ति. सो अत्र अनियं दृश्यते, सम्बन्धः षष्ठी इत्यनेन सम्बन्धः अस्ति, परन्तु द्वितीयपदार्थः कस्य सह अस्य सम्बन्धः इति अत्र न उल्लेखितम्. अतः अत्र किमपि भ्रमः जायते षष्ठी आधारीकृत्य. अतः अत्र षष्ठी इति यः पदमस्ति, षष्ठीस्थाने योग इति सूत्रेण अत्र अस्तेः इति स्थानी भवति. सो तस्य स्थाने कार्यमस्ति. किमर्थं चेत् अत्र अस्तेः अपि च द्वितीयपदार्थः अपि न दृश्यते, यत्र साक्षात् वयं तत्र सम्बन्धस्य निर्णयः कर्तुं शक्यते. अत्र स्वामित्वसम्बन्धः वा अवयवसम्बन्धः वा अथवा अत्र सः सम्बन्धः वा. सो देर् आर् बहूनि प्रकारकाः सम्बन्धाः सन्ति, परन्तु अत्र किमपि द्वितीयपदार्थः एव नास्ति. सो कथं वयं तत्र निर्णयं कुर्मः अत्र अस्तेः इत्यनेन किम्? सो यत्र यत्र सम्बन्ध षष्ठीविभक्तिद्वारा कोऽपि सम्बन्धः साक्षात् न दृश्यते, तत्र सः षष्ठ्यन्तं पदं स्थानी भवति इति षष्ठीस्थाने योग. सो अत्रापि अस् इति स्थानी भवति. सो अस् अस् इति स्थानी भवति, तस्य स्थाने भू आदेशः. सो तस्य स्थाने तस्य प्रसङ्गे यदा मम प्रसङ्गः अस् इत्यस्य अस्ति, अपि च आर्धधातुकप्रत्ययः परे अस्ति चेत्, इत्युक्ते अत्र आर्धधातुके इति अधिकारः अस्ति. सो अस् स्थाने भू आदेशः कदा भवति? आर्धधातुके प्रत्यये परे. यदा तादृशविवक्षा मम अस्ति, अस् योगात् कोऽपि आर्धधातुकप्रत्ययः कुर्मः, तस्मिन् प्रसङ्गे एव तत्र भू अस्थाने भू आदेशः भवति. अस् न तिष्ठति. अस्य आर्धधातुकप्रत्ययस्य उपस्थित्यां तत्र भू इति आदेशः भवति. अस् इत्यस्य नाशः न भवति. किमर्थं चेत् मया मम विवक्षा अस् योग आर्धधातुकप्रत्ययः अस्ति. सूत्रं वदति यदा यदा अस् प्लस् आर्धधातुकप्रत्ययः तदा तदा तत्र अस् प्रसङ्गे भू इति योजनीयम्. अस् स्थाने तत्र स्थानी भवति. अत्र अस् यः विवक्षा अस् अस्ति तत्र भू इति योजनीयम्. तथैव बहुषु सूत्रेषु यत्र षष्ठ्यन्तं पदम् अस्ति, यथा इको यन् अचि. सो इकः यन् अचि, इकः इति षष्ठ्यन्तम् अस्ति, यन् प्रथमान्तम् अस्ति, अचि सप्तम्यन्तम् अस्ति. सो इकः इति यः सम्बन्धः, कस्य कीदृशसम्बन्धः इकः इत्यनेन न तत्र न निर्दिष्टमस्ति. अतः यस्मिन् यस्मिन् विधिसूत्रे षष्ठ्यन्तं पदं षष्ठीविभक्तिसम्बन्धः एव अस्ति, परन्तु तत्र द्वितीयपदार्थः न दत्तम्. सो तत्र तत्र षष्ठीविभक्तिस्थानी भवति. तस्य स्थाने कार्यमस्ति इति षष्ठीस्थाने योग. सो तत्र द्वितीयपदार्थः एव. कुत्रचित् सूत्रेषु साक्षात् पदद्वयस्य मध्ये तत्र सम्बन्धः दृश्यते. सो तत्र तादृशषष्ठ्यन्तं पदं स्थानी न भवति इदानीं तस्य कोऽपि उदाहरणं मम मनसि नयति, कोऽपि कोऽपि जानाति चेत् वदतु। यत्र षष्ठ्यन्तं पदं पदस्य विषये तत्र द्वितीयपदमपि दत्तम्। प्रायशः यत्र विशेषणविशेष्यभावः, स इदानीम् अस्माकं विषयः अस्ति साक्षात् कार्यं पूर्वे परम् इति वदामः चेत्, साक्षात् इति पदं वदामः चेत् तस्य कः अर्थः, कथं जानीमः साक्षात्? सो साक्षात् इति पदस्य तत्र उल्लेखः तस्मिन् इति निर्दिष्टे पूर्वस्य इति सूत्रे दत्तम्। एकवारम् अस्य सूत्रस्य विषये पश्यामः। सो तस्मिन् इति, सो तस्मिन् इति यः अस्ति अत्र सप्तम्यन्तम् अस्ति, तस्मिन् इत्यनेन सप्तमी विभक्ति इति तस्य निर्देशः अस्ति। सो विधि एतदपि परिभाषासूत्रं, यस्मिन् विधिसूत्रे सप्तमी इत्यनेन तत्र निमित्तस्य निर्देशः अस्ति, तत्र तस्य सप्तम्यन्तं निमित्तस्य साक्षात् पूर्वे पूर्वस्य एव तत्र कार्यं भवति। सो यथा इको यन् अचि इति सूत्रे अचि इति सप्तम्यन्तम् अस्ति, सो यत्र अचि इति प्रत्याहारः अस्ति आदिरन्तेन सहितः, सो कोऽपि अच् वर्णः तत्र साक्षात् परे अस्ति चेदेव इक् स्थाने यनादेशः भवति। इत्युक्ते यदा तत्र लिख् योग अयोग ति भवति, लिख् इति धातुः अस्ति, अ इति तुदादिगणस्य शप् प्रत्ययस्य भागः अकारः, अपि च तिप् प्रत्ययस्य विवक्षा अस्ति। सो लिख् योग अयोग ति कुर्मः चेत् तत्रापि इकः परे अच् अस्ति, लिख् इति उपधायाम् इकारः अस्ति, तस्य परे अकारः अस्ति, अच् वर्णः अस्ति, परन्तु वयं जानीमः तत्र तस्य इकवर्णस्य स्थाने यनादेशः न भवति। किमर्थं न भवति? तत् किमर्थं चेत् इक् अपि च अच् मध्ये तत्र व्यवधानम् अस्ति, खकाररूपी अवधानम् अस्ति। सो अतः वयं किं वदामः, इको यन् अचि इति सूत्रे यः अचि इति निर्दिष्टमस्ति, सप्तमी निर्दिष्टमस्ति, पदं निर्दिष्टमस्ति, तस्य पूर्वे कार्यं भवति। अत्रापि इकारः पूर्वे अस्ति तथापि न भवति। सो कीदृशपूर्वम् इत्युक्ते साक्षात् पूर्वे अस्ति चेदेव इकः स्थाने यनादेशः भवति। अव्यवहितरूपेण इकारः अच् पूर्वे अस्ति चेदेव कार्यमस्ति। सो अत्र पूर्वस्य इत्यनेन अव्यवहित पूर्वे, सो इकः स्थाने यः यन् आदेशः निर्दिष्टः अस्ति सः साक्षात् अचि परे भवति, साक्षात् परे अच् अस्ति, अव्यवहितरूपेण अच् परे अस्ति चेदेव कार्यम्। कोऽपि व्यवधानं मध्ये अस्ति चेत् कार्यं न भवति इति तस्मिन् इति निर्दिष्टे पूर्वस्य साक्षात् पूर्वे तत्र कार्यं भवति। अत्र अचि इति सप्तमी यः निमित्तम् अस्ति तस्य पूर्वे तु खकारः अस्ति, अतः इक् स्थाने यनादेशः न भवति। सो यदि यदि प्लस् अपि अस्ति तदा एव अचि इत्यस्य अकारस्य साक्षात् पूर्वे तत्र इकारः अस्ति, तत्र एव इको यन् अचि इत्यस्य प्रसक्तिः। सो सूत्रे सप्तम्यन्तं निर्दिष्टं पदं निमित्तं भवति, अपि च केवलं निमित्तम् अस्ति इति एव नास्ति, तस्य साक्षात् पूर्वे कार्यमस्ति। सो तस्मिन् इति निर्दिष्टे पूर्वस्य इत्यनेन तत्र पूर्वस्य स्थाने कार्यम्। अत्रापि षष्ठ्यन्तम् अस्ति, पूर्वस्य इति षष्ठ्यन्तम् अस्ति, अत्रापि पूर्वस्य इत्युक्ते पूर्वस्य वर्णस्य, पूर्वस्य वर्णस्य स्थाने अत्रापि स्थानि भवति। पूर्व इति यः अस्ति सः स्थानि भवति, पूर्वस्य स्थाने तत्र कार्यम्। साक्षात् पूर्वे यः अस्ति सप्तमी पूर्वे यत् अस्ति तत्र कार्यमस्ति इति तस्मिन् इति निर्दिष्ट्य पूर्वस्य अत्र किं लिखितम् किमपि भ्रमः अस्ति चेत् पृच्छतु तस्मिन् अत्र पश्यतु सूत्रेषु सप्तमीविभक्तेः साहाय्येन यस्य शब्दस्य उल्लेखः क्रियते तस्मात् अव्यवहितस्य पूर्वस्य कार्यं भवति किमर्थं पूर्वं सूत्रे पूर्वं लिखितमस्ति पूर्वस्य सो अव्यवहितस्य पूर्वस्य कार्यं भवति पूर्वस्य पूर्वे यत् अस्ति तस्य पूर्वे अव्यवहितरूपेण यत् अस्ति तत्र एव कार्यमस्ति सो यदा वयम् इको यन् अचि वदामः अचि पूर्वे तत्र इकः स्थानी भवेत् तदा एव यन् आदेशः भवति अचि किञ्चित् व्यवधाने पू इक्वर्णः अस्ति तत्र कार्यं न भवति सो अव्यवहितस्य एव साक्षात् सो साक्षात् पूर्वे अस्ति चेदेव कार्यं भवति सो अनेन वयं किं वदामः तादृशनिमित्तं यत्र साक्षात् पूर्वे भवति देट् इस् नोन् एस् परसप्तमी सो सप्तमी आर् देर् आर् डिफ्रेण्ट् टैप्स् आफ् सप्तमी विषयसप्तमी परसप्तमी सम्बडि सेस् दट् निमित् सप्तमी एण्ड् परसप्तमी इस् डिफ्रेण्ट् बट् तत्र मे बि कस्यचित् सूत्रे कोऽपि प्रत्ययः निमित्तं भवति सपोज् सार्वधातुक अर्धधातुकयोः इति सूत्रे तत्र किं भवति पुगन्तलघुपदस्य च इति सूत्रे निमित्तमस्ति सप्तमीनिमित्तमस्ति किं निमित्तं तत्र पुगन्तलघुपदस्य च निमित्पदं किम् अस्ति तत्र कोऽपि वदतु ध्वनि श्रूयते वा वै इस् एव्रिबडि सैलेण्ट् सो पुगन्तलघुपदस्य च इति सूत्रे निमित्तं किम् इक्वर्णस्य परे पुगन्तलघुपदस्य च सूत्रे निमित्तं किम् इति प्रश्नः पुगन्तलघुपदस्य च इति सूत्रे कोऽपि निमित्तं न दत्तं पूर्वे अस्ति सार्वधातुक अर्धधातुकयोः तत्र केवलं निमित्तं दत्तम् अनन्तरम् अस्ति पुगन्तलघुपदस्य च पुगन्तलघुपदस्य च इत्यनेन च इति पदार्थेन किम् पूर्वे यत् उक्तं कार्यं पूर्वे यत् विधि उक्तं तदेव विधि अस्मिन् सूत्रे अस्ति पुगन्तलघुपदस्य च सो पुगन्तलघुपदस्य च इत्युक्ते पुगन्तलघुपदस्य च इकः पुगन्तलघुपदस्य च अङ्गस्य इकः स्थाने गुणः गुणकार्यमेव अत्रापि अस्ति अत्रापि गुणकार्यमस्ति सो निमित्तं किं पूर्वसूत्रात् सम्पूर्णतया सार्वधातुकार्धधातुकयोः इति सूत्रस्य अनुवृत्तिः तत्र भवति सो सार्वधातुकार्धधातुकयोः इति अत्र विभक्ति पश्यामः चेत् सप्तमी द्विवचनात् पदमस्ति किमर्थं द्विवचनात् सार्वधातुक अपि निमित्तमस्ति अर्धधातुक अपि निमित्तमस्ति सो अत्र साक्षात् कोऽपि वर्णः निमित्तं नास्ति यथा अचि इत्यनेन वर्णः निमित्तं कोऽपि वर्णः अस्ति चेत् सः निमित्तं भवति अत्र तु प्रत्ययः निमित् अस्ति सो इगन्त इकः अङ्गस्य गुणः कदा भवति कोऽपि सार्वधातुप्रत्ययः परे अस्ति कोऽपि अर्धधातुप्रत्ययः परे अस्ति परन्तु अत्रापि सः प्रत्ययः साक्षात् परे अस्ति चेदेव भवति यदा तत्र भूयोगस्य योग तिप् कुर्मः तत्रापि भूः इत्यस्य अनन्तरम् एव तिप् अस्ति, सार्वधातुप्रत्ययः अस्ति, परन्तु तथापि तत्र गुणः न भवति, तिप् निमित्तीकृत्य गुणः न भवति, सो तत्र स्य आधारीकृत्य गुणः भवति, न तु तिप् आधारीकृत्य, तिप् इति निमित्तं नास्ति तत्र, तत्र स्य निमित्तं भवति. सो अत्र प्रत्ययः सार्वधातुप्रत्ययः अर्धधातुप्रत्ययः अङ्गस्य साक्षात् परे अस्ति चेदेव कार्यमस्ति. सो प्रायशः यत्र प्रत्ययः निमित्तं भवति अपि च किमपि सूत्रं तत्र भवेत्, दिवादिगणे दिव् इति प्रत्ययः अस्ति, दिव् इति धातुः अस्ति, दिव्धातुः अनन्तरं दिव्धातुः अनन्तरं तत्र शन् इति लट्लकारे शन् इति विकरणप्रत्ययः आयाति. अहं चिन्तयामि हलि च इति सूत्रेण. सो हलिपरे उपधायां स्थितस्य इक्वर्णस्य तत्र दीर्घादेशः भवति. सो इट् बिकम्स् दीव्यति, दिव् बिकम्स् दीव्यति. आर् यु गेटिङ्ग् मै पायिण्ट्? ऐ एम् नाट् शुवर् इफ् यु आर् एबल्, इफ् पीपल् आर् एबल् टु अण्डर्स्टाण्ड् वाट् वी आर् डिस्कसिङ्ग्. कोऽपि वदतु किं वयं किम् अत्र कस्य विषये चर्चां कुर्वन्तः स्म? सप्तमी विभक्त्या, निमित्तं परनिमित्तं विषयसप्तमी, परसप्तमी, अपि च निमित्तसप्तमी. सो मया उक्तं केचन वदन्ति परसप्तमी अपि च निमित्तसप्तमी द्वयोः मध्ये भेदः अस्ति. निमित्तसप्तमी भिन्न, परसप्तमी भिन्न. परसप्तमी इत्युक्ते साक्षात् परे सः भवेत्. यथा इको यन् अचि इति सूत्रे वयं किं वदामः, अत्र अचि परसप्तमी अस्ति. इत्युक्ते यदा अच्वर्णः साक्षात् इक् इत्यस्य साक्षात् परे अस्ति तदा एव कार्यमस्ति. निमित्तसप्तमी इत्यनेन किञ्चित् भेदः अस्ति. निमित्तसप्तमी इत्युक्ते परे अस्ति, सः निमित्तम् अस्ति, परन्तु साक्षात् एक्साक्ट्लि साक्षात् परे नास्ति. सो कस्य साक्षात् परे? यत्र कार्यमस्ति, यत्र स्थानी अस्ति. स्थानीवर्णस्य साक्षात् परे नास्ति चेदपि कार्यं भवति, तत्र वयं किं वदामः, निमित्तसप्तमी. दट् इस् वै देर् इस् अ डिफ्रेन्स् बिट्वीन् परसप्तमी एण्ड् निमित्तसप्तमी. सो दट् इस् वाट् ऐ वाण्ट् टु रिकाल् वेर् ऐ केन् से हियर् इट् इस् परसप्तमी. सो ऐ सेड् दिव्धातुः योग शन् प्रत्ययः एकवचनस्य विवक्षायां तिप् इति प्रत्ययः अस्ति, दिवितधातुः उपधायां रस्विकारः अस्ति, दिव्धातुः. परन्तु रूपं किम्? एकवचनस्य रूपं किं? दीव्यति, दिव् दीव् भवति. सो वकारान्त् रेफान्त् धातु अस्ति चेत् तत्र हलि च इति सूत्रं प्रायशः कार्यं करोति. अष्टमध्याये एतत् सूत्रमस्ति, हलि च हचि हलि च. अत्र पश्यतु, रेफ् वकारान्तधातोः उपधाभूतस्य इकवर्णस्य हल् वर्णे परे दीर्घादेशः भवति इति हलि च इति सूत्रं वदति. अत्रापि हलि इति किमस्ति? सप्तम्यन्तम् अस्ति, अतः प्रायशः हलि इति निमित्तं भवति. सो अत्र कीदृशसप्तमी? सो यद्यपि अत्र लिखितं रेफ् वकारान्त धातोः, सो कीदृश अत्र धातोः इति पूर्वे भवेत्. सो रेफ् वकारान्त धातोः उपधाभूतस्य इकवर्णस्य, सो उपधायां यः इकवर्णः सो स्थानी कुत्र अस्ति उपधायाम् अस्ति हलि परे हलि साक्षात् पूर्वे स्थानी नास्ति साक्ष स्थानी तु उपधायाम् अस्ति साक्षात् पूर्वे नास्ति अतः अस्मिन् सूत्रे वक्तुं शक्यते अत्र पर् हलि इति परनिमित्तं नास्ति हलि इति निमित्सप्तमी अस्ति सो प्रायशः बहुत्र सूत्रेषु निमित्सप्तमी अस्ति सप्तमी इति पदेन कुत्रचित् परन्तु सन्धिसूत्रेषु प्रायशः तत्र परसप्तमी एव यथा तत्र जलां जश् जशि इति सूत्रम् सो जशि इति साक्षात् परे अस्ति चेदेव तत्र जलादेश जश् आदेशः भवति जल् इत्यस्य स्थाने सो सन्धिसूत्रेषु अपि च तत्र किमस्ति सन्धिसूत्रेषु कस्य सूत्रस्य अधिकारः कोऽपि वदतु प्रत्येकस्य सन्धिसूत्रे तत्र कस्य अधिकारः वर्तते स्पष्टीकरणार्थं तत्र संहितायां सत्यां संहिता अस्ति चेदेव कार्यं भवति सो संहिता इत्युक्ते यू हेव् टु पार्टिसिपेट् वित् मी अदर्वैस् ऐ विल् फील् देट् यू आर् नाट् अण्डर्स्टाण्डिङ्ग् संहिता इत्युक्ते शास्त्रे संहिता इत्युक्ते सूत्रं किं परः सनिकर्ष संहिता इति संज्ञासूत्रम् संहिता इति पारिभाषिकशब्दः संज्ञासूत्रम् अस्ति संहिता महर्षिणा उक्तं परः सनिकर्ष संहिता इति संज्ञासूत्रम् सो वी हेव् टु रिमेम्बर् आल् द संज्ञासूत्रास् परिभाषासूत्रास् विदौट् देम् वी केनाट् डू एनी कार्य विदौट् संज्ञासूत्रं विदौट् परिभाषासूत्रं वी केनाट् अप्लै द विधि बिकास् विधिसूत्रेषु तत्र संज्ञा दत्तम् तत्र परिभाषायाः सहायता भवति सो परः सनिकर्ष परः इत्युक्ते परस्परं परस्परं कयोः परस्परं वर्णयोः सो वर्णयोः परस्परं स्थानी अपि च निमित् मध्ये अत्यन्तसामीप्यम् अस्ति चेद् एव तत्र हल्सन्धि अच् सन्धि विसर्गसन्धि इति तत्र कार्यं भवति देट् इस् वै वी हेव् संहितायाम् इति त्रिवारम् उक्तं शास्त्रे महर्षिणा सो तत्र स्पष्टीकरणार्थमेव संहितायां दत्तम् अपि च तत्र तस्मिन् इति निर्दिष्टे पूर्वस्य इत्यनेन अपि वयम् अवगन्तुं शक्यते परन्तु स्पष्टीकरणार्थमेव महर्षिणा एकम् अधिकं सूत्रं स्थापितं संहितायां बिकास् भाष्यकार वदति तत्र संहितायाम् इति अस्य पदस्य अधिकारः इति अस्य सूत्रस्य आवश्यकता नास्ति किमर्थं चेत् वयं तस्मिन् इति निर्दिष्टे पूर्वस्य इत्यनेन अवगन्तुं शक्यते बिकास् तत्र सर्वत्र सप्तमी निमित्तं दत्तम् अचि हलि जशि जलां जश् जशि सो वन् आफ् हिस् थाट् हिस् भाष्यकार वदति सप्तम संहितायाम् इति सूत्रस्य कोऽपि तत्र आवश्यकता एव नास्ति बट् महर्षि हेज् बट् वाट् अदर्स् से देट् स्पष्टीकरणार्थं तत्र कोऽपि भ्रमः मा भवेत् सपोज् सम्बडि मिसिस् दिस् तस्मिन् इति निर्दिष्टे पूर्वस्य इट् हेज़् अ लाट् आफ़् पावर् दिस् सूत्र दिस् परिभाषा हेज़् अ लाट् आफ़् पावर् बट् for the general understanding he gave an additional samhitaya iti sutram so samhita asti yatra yatra varnayoho samhita asti tada eva tat karyam asti so tatra prayashah parnimitam tatra saptami itenena parnimitam asti parantu yada vayam puganta lagu padasya cha api cha hali cha iti sutram vadamah chet atra sthani upadayam asti सो यत्र कार्यमस्ति कार्यम् उपधायामस्ति तस्य साक्षात् परे तत्र हलवर्णः इति वयं तत्र तादृश अवगमनं नास्ति सो दिव्ययोग य कुर्मः शन् प्रत्यय या इति भागः अवशिष्यते या इति हलि अस्ति यकारः हल्वर्णः सो तत्र दिव् इति वकारान्तधातुः अस्ति, परन्तु कार्यं तु उपधायाम् अस्ति. विधिः कुत्र अस्ति? विधिः उपधायाम् अस्ति. उपधाभूतस्य एकवर्णस्य दीर्घादेशः. सो अत्र वयं वक्तुं शक्यते अत्र यः सप्तमी अस्ति सः निमित्सप्तमी, निमित्तम् अस्ति, परन्तु परसप्तमी अत्र न वदामः. अत्र साक्षात् परे कार्यं, साक्षात् पूर्वे, हलि इत्यस्य साक्षात् पूर्वे कार्यं नास्ति. सो अत्र तस्मिन् इति निर्दिष्टे पूर्वस्य इत्यनेन अवगमनं नास्ति. तस्य परिभाषायाः प्रयोगः अत्र अस्मिन् सूत्रे नास्ति, बिकास् अन्यथा तत्र ब्रह्मः जायते. तत्र वदति सप्तमी इति निर्दिष्टे तस्य साक्षात् पूर्वे कार्यम्. अत्र साक्षात् पूर्वे कार्यं नास्ति, अत्र उपधायां कार्यम् अस्ति. अतः अत्र वयं न वदामः अत्र परनिमित्तम्, अत्र निमित्सप्तमी अस्ति इति तत्र भेदः. सर्वैः अवगतं वा? किञ्चित् अवगतम्? किञ्चित् तत्र इकोयणचि बिकास् तत्रापि इकोयनचि सूत्रं सन्धिसूत्रम्, अच् सन्धिसूत्रं, तत्र संहितायाम् इत्यस्य अधिकारः अपि अस्ति. सो भाष्यकार वदति, पतञ्जलिमहर्षि वदति, यद्य महर्षिणा पूर्वे एव उक्तं तस्मिन् इति निर्दिष्ट पूर्वस्य, सो संहितायां पुनः संहितायाम् इत्यस्य वदनस्य कोऽपि आवश्यकता नास्ति इति तस्य मतम् अस्ति. बट् काशिकार वदति, बिकास् देर् आर् सम् पीपल् लैक् अस् आल्सो न, फार् देम् देह स्पष्टीकरणार्थम् एव संहितायाम् इति सूत्रं दत्तम् इति तत्र. सो दिस् इस् वाट् इस् पर् सप्तमी एण्ड् निमित् सप्तमी एण्ड् संवेर् इट् इस् विषयसप्तमी लैक् संहितायां. सो संहितायाम् इति सूत्रम् अत्र पश्यतु, संहितायाम् इति सप्तमी एकवचनपदम् अस्ति. सो संहितायाम् इति अत्र सप्तमी अस्ति, परन्तु अत्र विषयसप्तमी, अत्र वैश्यकसप्तमी अस्ति. इत्युक्ते यदा संहिताविषयः तदा एव कार्यं करणीयं, तदा यदा संहिता इत्युक्ते इक् अपि च अच् मध्ये अत्यन्तसामीप्यम् अस्ति, तादृशविषयः अस्ति, तदा एव यानादेशः करणीयः. सो अत्र सप्त संहितायाम् इति न तु परसप्तमी न निमित्सप्तमी इति निमित्तं नास्ति. यदा वयं तत्र इको यान् अचि इति सूत्रस्य सम्पूर्णसूत्रस्य अनुवृत्तिसहितसूत्रं पश्यामः, तत्र इकः यन् अचि संहितायां, सो अचि अपि सप्तमी अस्ति, संहितायामपि सप्तमी अस्ति. सो कः भेदः? अचि इति परसप्तमी, संहितायाम् इति विषयसप्तमी. सो संहितायां विषये, संहिता इत्युक्ते इकः अपि च अच् मध्ये यदा परस्परम् अत्यन्तं सामीप्यम् अस्ति, अव्यवहितरूपेण इक् परे अच् अस्ति, तदा एव यनादेशः करणीयम्, अन्यथा न करणीयम्. सो अत्र संहितायाम् इति विषयसप्तमी, अच् इति परसप्तमी, कुत्रचित् निमित्सप्तमी अपि अस्ति. सो देर् आर् थ्री टैप्स् आफ् सप्तमीस् इन् दिस् शास्त्र, परसप्तमी, निमित्सप्तमी, विषयसप्तमी. सो सपोज् ऐ से मम संस्कृते रुचि, सो संस्कृते इति तत्र विषयः, न तु कोऽपि निमित्तम् अस्ति. संस्कृते इति सप्तमी अन्तं पदमस्ति, सो संस्कृते रुचिः अस्ति, सो तत्रापि विषयसप्तमी. सो एव्री टैम् सप्तमी अन्तं पदं निमित्तमेव भवति, सो परनिमित्तं वा निमित्सप्तमी वा इति नास्ति, त कुत्रचित् विषयसप्तमी अपि अस्ति, यथा अत्र संहितायाम् इति सूत्रे. सो तस्मिन् इति निर्दिष्टे पूर्वस्य अनेन परिभाषासूत्रेण किं? साक्षात् पूर्वे यत्र, अनेन एव परनिमित्तं, दिस् इस् परनिमित्तं, वाट् इस् what has been explained over here is par nimittam sakshat purvam karyam asti atah tatra likhitam अत्र किं लिखितं सप्तमी विभक्तेः एतादृशः कृतः प्रयोगः एव परसप्तमी नाम्ना अपि ज्ञायन्ते सो एतस्य नाम एव परसप्तमी यत्र साक्षात् पूर्वे कार्यं भवति सो अत्र साक्षात् पूर्वे कार्यम् अस्ति न तु कुत्रचित् अग्रे अस्ति कार्यं यथा तत्र लुरुङ्ग् लङ् लुङ् लङ् लृङ्षु अट् उदातः लुङ् लङ् लृङ्षु अट् उदातः इति सूत्रमस्ति सो तत्र यः तत्र आगमः भवति सो तत्र किमस्ति लुङ् लङ् लृङ्षु you have to remember all the sutras when we are discussing because atra vashatu lung lang lrung shu at udatah so saptami bahuvachanat padam asti so saptami bahuvachanat padam asti first thing is that saptami antam padam karyasya krite nimittam bhavati atra api vidhi asti etat api vidhi sutram tasmin iti nirdishte purvasya tasmad iti uttarasya षष्ठीस्थाने योगा परिभाषासूत्रस्य प्रायशः तत्र प्रयोगः कुत्र दृश्यते विधिसूत्रे विधिसूत्रे विधिः विषये किमपि भ्रमः जायते चेत् अनियमस्ति चेत् कोऽपि तत्र नियमः न दृश्यते चेत् तत्र परिभाषायाः आवश्यकता परिभाषासूत्रस्य आवश्यकता सो अनियम नियमकारिणी इति परिभाषा इति तस्य लक्षणाधारीकृत्य विधिसूत्रे परिभाषासूत्रस्य आवश्यकता भवति सो अत्रापि विधिसूत्रमस्ति अनेन किं विधीयते अट् इति तत्र आगमः विधीयते अट् इति आगमस्य विधिः अस्ति सो अटागमः कुत्र भवति अटागमः टित् अस्ति अतः पुनः परिभाषा इत्यस्य आवश्यकता तत् परिभाषा किम् कुत्र एतत् आगमः आगमविषये स्थानी वर्णः नास्ति न आगमस्य विषये स्थाने न दत्तं कस्यचित् स्थाने आदेशः नास्ति सो तत्र स्थाने न दत्तम् अतः कथं निर्णयं कर्तुं शक्यते स्थाने इत्यस्य कृते कथं निर्णयं कर्तुं शक्यते आद्यन्तौ टकितौ आम् सत्यं सो अत्रापि न केवलम् एकमेव परिभाषायाः आवश्यकता अत्र आद्यन्तौ टकितौ इति परिभाषासूत्रस्य अपि आवश्यकता सो अटिति कुत्र स्थापनीयम् सो आद्यन्तौ टकितौ इति परिभाषासूत्रेण आदौ स्थापनीयम् सो अकारः अत्र टकारस्य इति अस्ति प्रत्येकेषु उपदेशेषु वर्णानाम् इत् संज्ञा भवति सो अत्र टकारस्य प्रयोजनम् अस्ति टकारः तस्य प्रयोजनम् अस्ति इत् संज्ञकवर्णस्य प्रयोजनम् अस्ति अतः टकारः स्थापितम् सो टित् आगमः आदौ भवति कस्य आदौ यस्य आगमः तस्य आदौ भवति अत्र कस्य आगमः लुङ् लङ् लृङ् शु सो लुङ् इति कुत्र विधीयते धातोः विधीयते लङ् कुत्र विधीयते धातोः विधीयते लृङ् अपि धातोः विधीयते सो यदा धातोः लृङ् लुङ् इति विवक्षा अस्ति तत्र तादृशधातोः अटागमः अपि भवति सर्वेषां द्विसहस्रधातूनां लुङ् विवक्षायाम् अटागमः भवति तथैव लङ्लकारे सर्वेषां द्विसहस्रधातूनां कृते अटागमः भवति अनेन सूत्रेण सो अत्रापि सप्तमी बहुवचन सो लुङ् लङ् लृङ् शु इति सप्तमी अन्तं पदमस्ति सो अत्र विषयसप्तमी वैश्यकसप्तमी अस्ति सो लुङ् विषये यत्र लुङ् विवक्षा अस्ति यत्र लङ् विवक्षा अस्ति धातोः अनन्तरं यत्र लृङ्गविवक्षा अस्ति तदा तत्र अटागमः भवति इति विषयसप्तमी वैश्यकसप्तमी अवगतं वा एकवारं वदतु तस्मिन् इति निर्दिष्टे पूर्वस्य इति सूत्रेण किम् स्वशब्दैः वदतु भगिनि किम् अवगतम् तस्मिन् सप्तम्यन्तम् अत्र इति अव्ययं निर्दिष्टे अपि सप्तम्यन्तं पूर्वस्य षष्ट्यन्तम् अतः पूर्व कार्यं पूर्वे भवति सप्तम्यन्तं सूत्रम् अस्ति चेत् अत्र प्रथमे किं वक्तव्यं भगिनि प्रथमे वक्तव्यम् एतत् परिभाषासूत्रं सो किञ्चित् तत्र किं तत्र किञ्चित् तत्र आयाति किं स्पष्टता आयाति मनसि परिभाषासूत्रं प्रथमे सो परिभाषायाः प्रयोगः कुत्र करणीयं विधिसूत्रे करणीयं परिभाषाया सूत्रस्य आवश्यकता कुत्र भवति विधिसूत्रे भवति सो द मूमेण्ट् ऐ से दिस् इस् अ परिभाषासूत्रं वेन् ऐ वाण्ट् टु एक्स्प्लेन् दिस् सूत्रं फस्ट् थिङ्ग् ऐ विल् से देट् एतत् सूत्रं परिभाषासूत्रं सो सूत्रस्य आवश्यकता कुत्र अस्ति विधिसूत्रे अस्ति अतः विधिसूत्रे अतः तदेव विषयः विधिसूत्रे सप्तमी निर्दिष्टं पदम् यदि विधिसूत्रे कोऽपि सप्तमी निर्दिष्टं तस्मिन् इत्यनेन सप्तमी निर्दिष्टं सप्तमी अन्तं पदं सो विधिसूत्रे सप्तमी निर्दिष्टं पदं किं सूचयति पूर्वकार्यं सूचयति पूर्वकार्यं सूचयति साक्षात् पूर्वे तत्र कार्यं सूचयति हली चैतन्येन अपि सप्तमी निर्दिष्टं पदमस्ति हली परन्तु तत्र साक्षात् पूर्वे कार्यं न भवति अतः तस्मिन् सूत्रे तस्मिन् इति निर्दिष्टे पूर्वस्य इति परिभाषायाः प्रयोगः न करणीयम् अतः तत्र साक्षात् दत्तं रेफ् वकारान्त धातोः उपदायां भूतस्य इक् वर्णस्य एव्रिथिङ्ग् इस् स्पष्टता अस्ति तत्र कोऽपि भ्रमः नास्ति धातु रेफ् वकारान्त भवेत् उपदायां लघु इक्वर्णः भवेत् तस्य लघु इक्वर्णस्य स्थाने दीर्घादेशः भवति कदा हलिपरे भवति सो तस्मिन् सूत्रे एतस्य परिभाषासूत्रस्य आवश्यकता नास्ति सो यत्र तस्मिन् इति निर्दिष्टे पूर्वस्य देट् इस् वै बेस्ड् आन् दिस् ओन्लि भाष्यकार सेस् देट् वेन् we already had this sutram 1.1.66 sutram what was the need for again giving this samhitayam because everywhere we could have applied this paribhasha that sakshat purve karyam asti based on this paribhasha only bhashyakar vadati samhitayam iti ekam अन्यत् सूत्रस्य तत्र आवश्यकता नास्ति शास्त्रे अस्ति महर्षिणा दत्तं सो बिकास् दिस् सूत्र सेस् साक्षात् पूर्वे कार्यं भवति सप्तमी निर्दिष्टं पदस्य साक्षात् पूर्वे कार्यम् अस्ति विधिसूत्रे सप्तमी निर्दिष्टं पदस्य साक्षात् पूर्वे कार्यं भवति तस्य अन्यत् नाम अस्ति परसप्तमी सन्धिसूत्रेषु प्रायशः तत्र परसप्तमी दत्तं नो चेत् पञ्चमी अन्तं यथा तत्र अस्ति किं तत्र वट् वास् देट् नत्वं सूत्रं रषाभ्यां नो नः सो रषाभ्याम् इति पञ्चमी द्विवचनात् पदं सो साक्षात् उत्तरे तत्र तस्मादिति उत्तरस्य इति द्वितीयपरिभाषासूत्रं दट् इस् वै ही सेस् देट् संहितायाम् इत्यस्य आवश्यकता नास्ति अत्र तु साक्षात् उत्तरे एव कार्यं साक्षात् पूर्वे कार्यं अतः देर् वास् नो नीड् टु से संहितायां सत्यं संहितायां विषये वर्णयोः संहिता अस्ति चेदेव कार्यम् because these two sutras clearly mention that sakshat purve no chet sakshat param, that is what sakshat param sakshat purvam it is. By these two paribhasha sutras we understand that sarvahi avagatam tasmin iti nirdishte purvasya. So atra एतस्य परिभाष एतस्याः परिभाषायाः सूत्र परिभाषायाः आवश्यकता केवलं तु तत्र एव करणीयं यत्र साक्षात् पूर्वे कार्यं साक्षात् परे कार्यम् इत्यपि मनसि तत्र तिष्ठेत्. कोऽपि प्रश्नः अस्ति वा? अस्तिर्भूः भवती उक्तवती खलु एतस्मिन् सूत्रस्य आधारेण तत्र कोऽपि तत्र आर्धधातुके इति सप्तमी विषये अस्ति. आर्धधातुके इति सप्तमी सप्तम्यन्तं पदं सो तत्र विषयसप्तमी अस्ति. सो आर्धधातुक विषये आर्धधातुकस्य संज्ञा प्रत्ययस्य संज्ञा सो आर्धधातुक प्रत्ययस्य विषये अस् स्थाने भू तत्रापि स्थानी भवति परन्तु तत्र प्रसङ्गः वी वेर् डिस्कसिङ्ग् प्रसङ्ग सम्बन्धः तत्र लिखितं सम्बन्धस् आर् ब्राड्लि सम्बन्धस् आर् देर् आर् हण्ड्रेड् टैप्स् आफ् सम्बन्धस् अस्तु निमिषम् कुत्रचित् लिखितं अस्ति एकवारं पश्यामि लिखितम् ऐ क्रियेटेड् सो मेनि नोट्बुक्स् myself don't remember where I have it. So when we discuss the karak prakaranam, so prathama vibhakti yaha prayogah kutra karaniyam dvitiya vibhakti, have you people read that? So then tritiya vibhakti chaturthi, so when we reach to the shashti vibhakti, that is sambandh. So when we discuss the shashti vibhakti, so when I say Sita Ramasya Patini, suppose I say Sita Ramasya Patini, so atra Sita apicha Ramasya, atra sambandha drishyate. So shashti vibhakti kim nirdishyate, relationship between two things. So that is why I said tatra dvayoho padarthayoho apeksha asti yatra sambandha vartate. So sambandha itukte swaswami bhavah, swaswami bhavah api ekam sambandha asti, yatha maya uktam mama pustakam, mama lekhani, mama brata. So tatra swaswami sambandha. तथैव अवयव अवयविसम्बन्धः शरीरस्य अङ्गम्. देन् देर् इस् अ थर्ड् टैप् आफ् सम्बन्धः जन्यजनकभावः. जन्यजनकभावः इत्युक्ते वन् प्रड्यूसस् द अदर्. मम पुत्री, माता सेज् मम पुत्री बिकास् शी हेज़् गिवन् बर्त् टु हर्. सो तत्र यः सम्बन्धः, तत्र स्वस्वामिसम्बन्धः नास्ति. When I say mam lekhani, I have not given birth to this lekhani, but it belongs to me. Atra swa swami sambandha. When I say mam lekhani, mam graham, mam pustakam, but the moment I say mam putri, mam putraha, because I have given birth, atra जन्यजनकभावः तत्र कः सम्बन्धः सो देर् आर् देट् इस् हौ दे डिस्क्रैब् देट् देर् आर् हण्ड्रेड् टैप्स् आफ् सम्बन्धास् लोके लोके तत्र बहुप्रकारकाः सम्बन्धाः सन्ति तथैव तत्र वेनैसे मम देशः अत्र न तु स्वस्वामीसम्बन्धः न जन्यजनकभावः वेनैसे मम देशः मम भारतदेशः अत्रापि षष्ठी अस्ति मम सो अत्र न के न तु स्वस्वामीसम्बन्धः अस्ति अत्र न जन्यजनकभावः किमपि भिन्नसम्बन्धः अत्र अस्ति मम देशः बिकास् ऐ बिलाङ्ग् टु दिस् कण्ट्री सो देट् इस् इन् दिस् अस्मिन् प्रकारे तत्र बहुविध इति सम्बन्धाः लोके सो प्रत्येकस्मिन् सम्बन्धस्य विषये तत्र षष्ठीप्रयोगः भवति इति षष्ठीकारक यः षष्ठीविभक्तिप्रयोगः सो दे से देट् देर् आर् एकशतं षष्ठी अर्थाः देर् आर् हण्ड्रेड् टैप्स् आफ् षष्ठी अर्थः प्रत्येकस्मिन् अर्थे षष्ठी इति पदस्य प्रयोगः भवति षष्ठीविभक्तिप्रयोगः भवति सो बट् दीस् सम्बन्धास् आल् टैप्स् आफ् दीस् सम्बन्धास् दे आर् डिवैडेड् इन् टु थ्री मेन् केटगरि वन् वास् देट् वट् वास् देट् निवृत्ति प्रसङ्गः अपि च तत्र किम् अपकर्षः सो अपकर्षः गन्विषे अपकर्षः बिकास् सूत्रेषु अपकर्षः इत्युक्ते गोः स्थाने दिस् अश्वः बध्यताम् देट् वास् द एक्साम्पल् सो तत्र पूर्वे गोः भवेत् कस्यचित् स्थाने गोः भवेत् इदानीं गोहस्य अपगमनं भवति वी हेव् टु टेक् गो अवे एण्ड् नौ वी हेव् टु तत्र किं स्थापनीयम् अश्वः इति तत्र स्थापनीयं सो तत्र पूर्वे गोः भवेत् इति तत्र अपकर्षः एकस्य स्थानस्य तत्र अपकर्षणं भवति द्वितीयस्य तत्र आगमनं भवति दिस् इस् अपकर्षः परन्तु गोः इत्यस्य विषये तस्मिन् देशे तस्य नाशः भवति नो लाङ्गर् गो एक्सिस्ट् एट् देट् पर्टिक्युलर् प्लेस् नौ शी एक्सिस्ट् सम्वेर् एल्स् बट् नाट् एट् देट् पर्टिक्युलर् प्लेस् सो तस्य तत्र तस्मिन् देशे तस्य नाशः भवति बट् शब्दशास्त्रे वर्णानां कदापि तपि नाशः न भवति शब्दानां वर्णानां नाशः न भवति देट् इस् वै शब्दशास्त्रे व्याकरण इस् अ शब्दशास्त्र वेन् वि से अष्टाध्यायी ग्रन्थ इट् इस् अ शब्दशास्त्र वि से इट् इस् शब्दशास्त्र सो शब्दानां देट् इस् वै हि सेस् द अदर्शनं लोपः सो यद्यपि वर्णः अपगच्छति तस्य नाशः न भवति केवलम् अदर्शनं भवति तस्मिन् काले तस्मिन् देशे तस्य अदर्शनं भवति न श्रूयते न दृश्यते तदेव लोपः लोपः इत्युक्ते नाशः नास्ति सम्पूर्णतया तस्य नाशः भवति इति नास्ति बिकास् शब्दानां वर्णानां तेषां क्षरः न भवति कदापि तपि क्षरः न भवति दे रिमेन् इन् द कास्मोस् दे रिमेन् इन् द ब्रह्माण्ड् वट् अवर् वि से देट् इस् वै वी फुल्ली इन् अवर् हौस् इस् आल्सो वि से न वी शुड् नाट् से एनी अपशब्द् बिकास् इट् रिमेन्स् समवेर् देट् फ्रीक्वेन्सि रिमेन्स् दीस् वर्णास् आर् वाट् दे आर् द फ्रीक्वेन्सि दे आर् द ध्वनीस् ध्वनि इत्यस्य नाशः कदापि तपि न भवति अतः तत्र सूत्रेषु यदा वयं वदामः अस्थाने भू तत्र अस्थितस्य पदार्थस्य नाशः न भवति केवलं यदा आर्धधातुकविषयः अस्ति तदा एव अस् पूर्वे तत्र अस् नास्ति अस् यद्यपि अहं वदामि अस्थाने भू ऐ डोण्ट् डु अस् प्लस् सपोज् मम विवक्षा अस्ति सो देट् इस् वाट् दे वाण्ट् टु से देर् इस् अ लाट् मोर् दिस् स्पिरिचुवल् सिग्निफिकेन्स् देट् वी आर् नाट् एबल् टु एक्स्प्लेन् बट् इट् इस् लैक् देट् ओन्लि सो वी शुड् स्लोलि कीप् आन् थिङ्किङ्ग् एट् देट् सो मम विवक्षा अस्ति अस् इति धातोः तत्र आर्धधातुप्रत्ययः योजनीयं त प्रत्ययः योजनीयं त इति आर्धधातुप्रत्ययः सो यदा यस्मिन् काले यदा मनसि आयाति आर्धधातुकविषयः तदा एव मया तत्र भू योजनीयम् इति तत्र बिकास् तत्र अस् स्थाने भू इति तत्र पूर्वे मया चिन्तितम् अस् इति अस्ति परन्तु तत्र सूत्रमस्ति अस्तेर्भू सो तत्र पूर्वे मया तत्र अस् योग भू इति न करणीयम् अस् योग क्त इति न करणीयं देट् इस् वाट् देर् वास् देट् एक्साम्पल् वास् देर् इट्स् एक्साम्पल् वास् देर् देट् गोः स्थाने अश्वः प्रसङ्गविषये यदा प्रसङ्गविषयः आयाति तत्र तदा किं करणीयम् सो ऐ रिमेम्बर् द सूत्र अस्तेर्भू आर्धधातुके सो ऐ विल् इन् द फस्ट् स्टेप् ओन्लि ऐ विल् एड् भू इति धातुः ऐ विल् नाट् फस्ट् एड् अस् योगक्त बिकास् दिस् विल् बि असाधु हियर् यदा आर्धधातुकविषयः तदा अस् न योजनीयं तदा भू योजनीयं यद्यपि मम विवक्षा अस् आसीत् परन्तु तत्र भू योजनीयं सो this is a wrong step I cannot write as yogakta so yadyapi tatra manasi eva tatra manmanasi ayati asiti dhatuhu parantu tasmin samaye eva tas aspurve nasti bhuyo eva yojaniyam I don't know I am not able to explain this but this is what prasangah मया चिन्तितम् अत्र गोः इत्यस्य स्थानः गोः तत्र तस्य स्थापनीयं परन्तु प्रसङ्गविषय यदा तत्र तादृशविधिः अस्ति तत्र अश्वः तत्र पूर्वे गो न आसीत् तत्र मया चिन्तितं तादृशविवक्षा तादृशप्रसङ्गः परन्तु तत्र अश्वः सो तस्य अस् इत्यस्य अथवा गो इत्यस्य नाशः न भवति प्रसङ्गविषये पूर्वस्य स्थितस्य यः स्थानीवर्णः तस्य नाशः न भवितुं शक्नोति अतः वी से दे हेव् डिरैव्ड् अ थर्ड् टैप् एस् प्रसङ्गः सो प्रसङ्गविषये पूर्वस्य बिकास् अस् इस् अ इट् इस् अ शब्दसमूह इट् हेस् सम् अर्थः इट् इस् अ शब्दः सो अस्य नाशः कदापि न भवति अपकर्षं निवृत्तिविषये तत्र नाशः अस्ति अतः शब्दशास्त्रे सर्वदा यत्र यत्र स्थानी भवति तत्र प्रसङ्गः एव वक्तव्यं न तु अपकर्षः अपि च निवृत्तिसम्बन्धः तत्र सर्वदा प्रसङ्गः एव वक्तव्यं किमर्थं चेत् शब्दस्य कदापि वर्णस्य शब्दस्य तत्र नाशः न भवति अपकर्ष अपि च निवृत्तिविषये तत्र नाशः अस्ति एट् लीस्ट् तस्मिन् देशकाले तस्मिन् काले तस्य नाशः अस्ति सि निवृत्तिविषये तु साक्षात् नाशः अस्ति वेन् ऐ टेक् द मेडिसन् द कफ् गोस् अवे एण्ड् मेडिसन् आल्सो डस् नाट् स्टेज् देयर् सो निवृत्ति केनाट् बि देयर् निवृत् सूत्रेषु विधिसूत्रेषु निवृत्ति वि केनाट् अप्लै निवृत्तिसम्बन्धः बिकास् द्वयोः तत्र नाशः भवति अन्ततो गत्वा इदानीं तत्र विषयः अस्ति किमर्थं तत्र अपकर्षः नास्ति किमर्थं प्रसङ्गः एव वक्तव्यं तस्य विषये कः चिन्तनम् इत्युक्ते किं चिन्तनम् अस्ति अपकर्षविषये अपि तस्मिन् देशकाले पूर्वस्य स्थितस्य तत्र तस्मिन् देशकाले नाशः अस्ति अतः अपकर्ष अपि न वक्तव्यं प्रसङ्गः एव वक्तव्यं बिकास् वर्णानां शब्दानां नाशः कदापि न भवति ऐ काण्ट् एक्स्प्लेन् मोर् देन् दिस् भविष्य अतः लिट्लकारे भविष्यति आयाति अस् धातोः लिट् लकारे तत्र स्य इति आधारीकृत्य गुणः भवति न तु तिप् आधारीकृत्य हा परन्तु धातु भू अस्ति खलु तत्र किमपि अस्ति भू सो अस्थाने भू भवति आम् तत्रापि समानरूपम् अस्ति तत्र भू इत्यस्य अपि भविष्यति अस् इत्यस्य अपि भविष्यति रूपं सत्यं बिकास् तत्रापि यदा तत्र अस् धातोः लृट् लकारस्य विवक्षा अस्ति तत्र शतासि लृ लृटो इत्यनेन स्य आयाति मध्ये सो यदा तत्र भूयोगसि अत्र सोरि अस्योग अस्योग किमस्ति लृट् सो शतासि लृ लिटो इत्यनेन अस्योग यदा अस्मिन् समये एव यदा अहं स्य प्रत्यय योजयामः तस्मिन् समये एव भू योजनीयम् इति तस्य अर्थः अस्तेर्भू इति अस्य उदाहरणम् बिकास् स्य इति प्रत्ययः आर्धधातुक् सो आर्धधातुक् प्रसङ्गे आर्धधातुक् विषये अस्थाने भू आदेशः भवति सर्वदा भवति अनन्तरं स्य आधारीकृत्य साक्षात् यः प्रत्ययः तत्र भू भव भवति भू भो भवति स्य इत्यस्य प्रत्ययस्य कारणेन अनन्तरं किमस्ति अत्र भू अस्तिर्भू इत्यनेन भू आयाति एकवारं पश्यामः किमस्ति अनन्तरम् अत्र अत्र भव कथं भवति कोऽपि वदतु जानाति चेत् इदानीं तु न श्रूयते आमामामां सो यु आर् नाट् रिमेम्बरिङ्ग् ऐ एम् आल्सो फार् गेटिङ्ग् सो किमस्ति अत्र भू सि हियर् भू योगस्य योगति इति अस्ति लृट् लकारस्य विवक्षा लृट् लकारस्य एकवचनस्य विवक्षायां तिप् इति प्रत्ययः लृट् लकारस्य विवक्षा अस्ति अतः शतासि लृलिटो इत्यनेन स्य प्रत्ययः इदानीम् अङ्गकार्यस्य अपेक्षया आगमन् प्रत्ययकार्यं इडागमः भवति सो अत्र इस्य भवति भू इति यः अस्ति इडानुकूलधातुः अस्ति स्य इति आर्धधातुक् वलादिप्रत्ययः अस्ति अतः इस्य भवति सो आर्धधातुक् सेड् वलादेः इति सूत्रेण अत्र इकारस्य आगमः भवति सो इस्य भवति इदानीम् इस्य इति आगमः आगमिनि तत्र अवयवः भवति नौ इट् इस् इस्य इस्य इति तिंशित् नास्ति आर्धधातुकं शेषः इत्यनेन आर्धधातुकप्रत्ययः स्य इति प्रत्ययः अपि च कित्नित् भिन्नः अस्ति अतः भू भो भवति इदानीं भो योग इस्य अपि च अत्र एकम् अन्यत् सूत्रम् आयाति तत् किम् एचोयवायवः इदानीम् एचोय तस्य पूर्वे एव अत्र स्य इति प्रत्ययस्य सकारः इ इति इङ्को वर्णः सो इङ्को आदेशप्रत्ययोः इति सूत्रेण प्रत्ययसकारस्य मूर्धन्य आदेशः भवति इङ्को परे इकारः इङ्को वर्णः अतः इष्य भवति सो इट् बिकम्स् भो योग इष्य प्रथमे एव तत् करणीयं यदा इस् इकारस्य आगमः भवति तस्मिन् सोपाने एव तत्र आदेशप्रत्ययोः इत्यनेन इष्य करणीयम्. एव्रिबडि गेटिङ्ग् नौ एचो यवायावः. एच् प्रत्याहारस्य साक्षात् परे अच्वर्णः, एचः स्थाने अय आदेशः, अतः अत्र अव् आदेशः भवति. भव् योग इष्य, अनन्तरं भविष्य, व योग ई कुर्मः चेत् भविष्यति इति तत्र अस्ति. सो इडागमः आर्धधातुप्रत्ययनिमित्तीकृत्य गुणः अपि भवति, इडागमः अपि भवति, धातुः सेट् अस्ति चेत्. अतः अत्र अस् लृट् लकारस्यापि भविष्यति इति रूपं, भूधातुः अपि भविष्यति रूपं, द्वय धातुद्वयस्य कृते अत्र किं भविष्यति एव रूपम् अस्ति अस्तिर्भू इत्यनेन सूत्रेण. सो यस्मिन् समये तत्र आर्धधातुप्रत्ययस्य तत्र विवक्षा भवति तस्मिन् समये एव अस् प्रसङ्गे भू आदेशः भवति इति आर्धधातुके इति अधिकारसूत्रम्. अवगतं वा सर्वैः? कोऽपि प्रश्नः अस्ति वा? सो तस्मिन् इति निर्दिष्टे पूर्वस्य परन् परन् सप्तमी परनिमित्तम् इति तत्र सिमिलर्लि तस्मादिति उत्तरस्य तस्मात् इति पञ्चम्यन्तं पदमस्ति. सो उत्तरस्य इत्युक्ते साक्षात् उत्तरे कार्यम्. सो अत्र निर्दिष्टे अत्र निर्दिष्टे इत्यस्य पदस्य अनुवृत्तिः अस्ति पूर्वसूत्राधिकं न दृश्यते महोदय. न दृश्यते वा? शेर् करोमि. नौ इदानीं दृश्यते वा भगिनि? आम् आम्. सो 1.1.66 तस्मिन् इति निर्दिष्टे पूर्वस्य साक्षात् परे अस्ति तस्मादिति उत्तरस्य. अत्र अस्मिन् सूत्रे निर्दिष्टे इति पदस्य अनुवृत्तिः अस्ति. सो तस्मादिति निर्दिष्टे उत्तरस्य विधिसूत्रे पञ्चमी निर्दिष्टं यत् पदमस्ति तस्य साक्षात् उत्तरे, अत्रापि साक्षात् उत्तरे कार्यं. दट् इस् वै वनैसे रसाभ्यां नूनः समानपदे रेफस्य साक्षात् उत्तरे नकारः अथवा शकारस्य साक्षात् उत्तरे दन्तनकारः अस्ति चेदेव कार्यम्. किमर्थं वदामः? अनेन सूत्रेण तस्मादिति उत्तरस्य. अतः भिन्नरीत्या यत्र साक्षात् उत्तरे नकारः नास्ति तत्रापि कार्यं भवति, परन्तु तत्र महर्षिणा भिन्नसूत्रेण उक्तम् अट् कुप्वाङ्नुं जयाये अपि. सो रसाभ्यां नूनः समानपदे भवति कदा भवति? अट् कुप्वाङ्नुं जयाये व्यवधाने अपि. अट् व्यवधाने, कुव्यवधाने, पुव्यवधाने, आङ्व्यवधाने, नुं व्यवधाने, तत्र रसाभ्यां नूनः भवति. परन्तु प्रथमे सूत्रे रसाभ्यां नूनः इति सूत्रे तु तस्मादिति उत्तरस्य इत्यनेन अनया परिभाषा तत्र साक्षात् उत्तरे दन्त्यनकारः अस्ति चेदेव प्रथमसूत्रेण कार्यं रसाभ्यां नूनः. यत्र व्यवधानम् अस्ति तत्र द्वितीयभिन्नसूत्रम् उक्तम्, अतः स्पष्टतया उक्तं रसाभ्यां नूनः यः अस्ति तत्र यः पञ्चमी निमित्तम् अस्ति मध्ये एतादृशः व्यवधाने अपि कार्यम् अस्ति. सो अट् कुप्वाङ् नुं व्ययाये अपि. सो अपि इति तत्र प्रयोजनम् अस्ति. एतादृशबाधा अस्ति चेदपि किं रसाभ्यां नूनः इति तत्र भवति. सो अनेन परिभाषासूत्रेण यत्र पञ्चमी निमित्तम् अस्ति तत्र साक्षात् परे कार्यं भवेत्. यदा वयं तत्र वदामः धातोः शतासि लृ लिटो इत्यनेन धातोः स्य प्रत्ययः, सो धातोः साक्षात् परे स्य विधीयते. तथैव कर्तरिषप् इत्यनेन तत्रापि धातोः, सो धातोः इति पञ्चमी अस्ति, सो धातोः साक्षात् परे शप् भवति तस्मादिति उत्तरस्य. सो धातोः पञ्चम्यन्तम् अस्ति, अतः कार्यं तस्य साक्षात् परे भवति, सो तस्मादिति उत्तरस्य. सो अत्रापि साक्षात् परं कार्यमस्ति, तस्मिन् इति निर्दिष्टे पूर्वस्य साक्षात् पूर्वे कार्यम्. तृतीयाविभक्तिविषये अपि अस्ति, तृतीयाविभक्तिविषये कोऽपि परिभाषासूत्रं नास्ति, परन्तु तृतीयाविभक्ति तृतीयप्रयोगः कुत्र भवति, तत्र एकं सूत्रम् अस्ति सहयोगे तृतीया. किमस्ति तत् सूत्रं, सम्पूर्णसूत्रं किम्? सहयुक्ते अप्रदाने अस्ति वा? आम्, सहयुक्ते अप्रदाने तृतीया. अत्र कारकप्रकरणे सहयुक्ते अप्रदाने तृतीया इति सूत्रमस्ति. अनेन सूत्रेण इवन् वि से सह इति, सह इत्युक्ते टुगेदर्. सो तृतीयान्तं पदस्य पूर्वे अपि कार्यं भवितुं शक्नोति, परे अपि भवितुं शक्नोति, परन्तु अत्रापि अव्यवहितरूपेण. तत्र तृतीयाविभक्त्यन्तं पदं विरलतया तत्र दृश्यते, परन्तु अस्माभिः तत् सूत्रं पठितं न. वट् वास् दट्? स्तोः श्चुनाश्चुः एण्ड् ष्टोः, वट् वास् दर् नेक्स्ट् सूत्रं? स्तोः श्चुनाश्चुः. सो तत्र स्तोः इति यः अस्ति, विष्णुना यः अस्ति, तृतीयान्तम् अस्ति. न इति तत्र श्चुना इति तृतीयान्तम् अस्ति. सो तृतीयान्तं पदस्य सह युक्ते अप्रदाने तृतीया इत्यनेन तत्र यः तृतीया दृश्यते, तृतीयानिमित्तं तृतीया यः दृश्यते, तस्य पूर्वे अपि कार्यं भवितुं शक्नोति, परमपि कार्यं भवितुं शक्नोति. बिकास् तृतीयायाः तृतीया इति पदस्य, तृतीया इति विभक्त्याः प्रयोगः कुत्र अस्ति? सः अर्थे अस्ति, यत्र सः इति विवक्षा अस्ति. सो सः इत्यनेन टुगेदर्, सो तत्र तृतीयविभक्तिविषये कोऽपि भिन्नपरिभाषा नास्ति, बिकास् तत्र सः युक्ते अप्रदाने तृतीया इति कारकप्रकरणे एतत् सूत्रं दत्तं. तत्र पूर्वे अपि कार्यं भवितुं शक्नोति, परमपि कार्यं भवितुं शक्नोति, परन्तु यः तृतीयान्तं पदम् अस्ति तस्य साक्षात् पूर्वे, तस्य साक्षात् परे. पुनः एतस्य विषये पुनः चर्चां कुर्मः, इदानीं तु समयः अभवत्, परन्तु अहं चिन्तयामि तस्मिन् इति निर्दिष्टे पूर्वस्य, तस्मादिति उत्तरस्य इति तत्र स्पष्टमस्ति. एतत् विधिसूत्रं वा महोदय, सहयुक्ते अप्रधाने इत्युक्ते तृतीया विभक्त्याः प्रयोगः कुत्र कुत्र भवति? आम्, तृतीयाविभक्तिविधिः कुत्र अस्ति? आम्, वक्तुं शक्यते भगिनि, विधिः तृतीयाविभक्ति इति तस्य प्रयोगः कुत्र कुत्र भवति? बहुत्र भवति, एकमस्ति सहयुक्ते अप्रधाने तृतीया. वेन् वि से रामेण सह, सीतारामेण सह गच्छति, अत्र सीता अपि गच्छति, रामः अपि गच्छति, परन्तु सीता गच्छति, रामेण सह गच्छति, रामः इति अप्रधानकारक अस्ति, तेनापि गमनक्रिया भवति, परन्तु अप्रधानकारक अस्ति, अतः तत्र तृतीयाविभक्तिप्रयोगः भवति. सो एतदपि विधिसूत्रं वक्तुं शक्यते, बिकास् तृतीयाविभक्त्याः प्रयोगः कुत्र कुत्र करणीयम् सो अप्रदानकर्ता विषये अपि तृतीया विभक्ति भवति. रामः गच्छति, सीता गच्छति, भिन्नरूपेण वदामः चेत् रामः रामेण सह सीता गच्छति. सो रामः इति अत्र अप्रदानकारक अप्रदानकर्ता अस्ति. कर्ताद्वयम्, एकमस्ति प्रदानकर्ता. सो ऐ वाण्ट् टु से सीता गोस् आर् राम् गोस् टु द वनं. बट् अप्र देर् इस् वन् मोर् कर्ता हू इस् डूयिङ्ग् दिस् गमनक्रिया. सो ही विल् बि टर्म्ड् एस् अप्रदान दिस् कर्ता. सो तत्र तृतीया विभक्तिप्रयोगः भवति. एण्ड् देन् वट् ऐ हेव् टु से वेन् ऐ यूस् द तृतीया विभक्ति, ऐ विल् यूस् सः इति पदं. सः युक्ते सः इति विवक्षा तत्र भवति. सो रामेण सह इति तत्र पदमस्ति. तत्र अप्रदानकारकस्य तृतीया विभक्ति भवति इति सूत्रशास्त्रम् सो देट् तृतीया सेम् समान अर्थः यत्र तृतीया विभक्त्या सूत्रेषु यत्र तृतीया विभक्त्यान्तं पदम् अस्ति प्रायशः तत्र सः इति अस्माभिः स्वीकरणीयम्. एतत् करपत्रं तु समापितं, परन्तु अग्रिमकक्षायां सः विषये किञ्चित् पुनः उक्त्वा नूतनकरपत्रस्य तत्र प्रारम्भं कुर्मः. कोऽपि प्रश्नः अस्ति वा एतावता? नास्ति चेत् अत्र स्थगामः. कृपया शान्तिमन्त्रं पठतु. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. हरि ओम्. श्रीगुरुभ्यो नमः. हरि ओम् तत्सत्. नमस्काराः, धन्यवादाः, पुनः मिलामः. धन्यवादः महोदय. धन्यवादः. नमस्कारः.